नमस्ते. अद्यतनविषयः अस्ति अष्टाध्यायं सूत्राणां बलाबलम् इति विषयः. तर्हि गतसप्ताहे वयं परिभाषा एकं महाभाष्यवाक्यमेकं दृष्टवन्तः. अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्तितुल्यबलविरोधः इति. अनन्तरं द्वितीयं विप्रतिष्ठ्यते परं कार्यमिति सूत्रमपि दृष्टवन्तः. तर्हि अग्रे अधुना तृतीय पायिण्ट् अस्ति अत्र पूर्वपरनित्यन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा अस्ति. तद् तस्मात् अग्रे गच्छामः. तर्हि ततः तस्मात् पूर्वं प्रायः हेमभगिनी वदति वा प्रथमपरिभाषा महाभाष्यसूत्रस्य विवरणं संक्षेपरूपेण. क्षम्यतां भगिनि, नाम म्यूट् मध्ये एव अहं वदन्ती गच्छति. अस्तु, महाभाष्यवाक्यमस्ति अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः इति. तत्र तुल्यबलविरोधः इत्युक्ते किम् इति विवरणमस्ति. यदि द्वयोः वा बहूनां सूत्राणाम् एकत्र एव कार्यं कर्तुं प्रसङ्गः अस्ति चेत् तत्र कस्य बलम् इति वयं द्रष्टव्यं चेत्, यदि सूत्रे द्वे स्वीकुर्मः तयोः अन्यत्र अन्यत्र कार्यं कर्तुं अवकाशः अपि अस्ति, पुनः एकस्मिन् स्थले एव युगपत् एव कार्यं कर्तुम् आगच्छतः चेत् ते तुल्यबलविरोधः तयोः मध्ये परस्परयुद्धमस्ति वा सङ्घर्षः अस्ति तथा तुल्यबलविरोधः इति उच्यते. अत्र सूत्रद्वयं स्वीकृत्य विवरणमस्ति. सुपि च बहुवचने जल्येत् इति सुपि च सूत्रं वदति. यञादिप्रत्यये सुप् प्रत्यये परे अङ्गस्य अदन्त अङ्गस्य दीर्घादेशो भवति इति. तर्हि वृक्षयोगाभ्याम् इति स्वीकृत्य वयं पश्यामः चेत् भकारः तु यञादि अस्ति, सुप्रत्ययः अपि अस्ति. तर्हि पूर्वस्य अकारः दीर्घं भूत्वा वृक्षाभ्याम् इति वयं प्रातिपदिकरूपं न सुबन्त सुबन्तं मध्ये वयं पश्यामः. तृतीया चतुर्थी अपि च पञ्चमी रूपं तत्र वृक्षाभ्यां रामाभ्यां देवाभ्याम् इति आगच्छन्ति इति. पुनः यदि वयं बहुवचने जल्येत् इति स्वीकुर्मः चेत् वृक्षयोगः सुप् तत्र सुप् प्रत्यये परे अदन्ताङ्गस्य एकारादेशो भवति यदि झलि परे अस्ति चेत्. तर्हि सकारः एव झलि झल् प्रत्याहारे अस्ति, अकारस्य एकारं भूत्वा वृक्षेषु इति आगच्छति. परन्तु यदि वयं वृक्षयोगाभ्यस् इति स्वीकुर्मः चेत् तत्र सुपि च बहुवचने जल्येत इति द्वयोरपि प्रसक्तिरस्ति. भकारः यञादि अपि अस्ति, झलि अपि अस्ति, परन्तु वृक्षयोगाभ्यस् तत्र बहुवचने नास्ति. सुपि च बहुवचने जल्येत अन्यत्र अन्यत्र अवकाशः अपि अस्ति, पुनः एकत्र अपि इदानीं प्राप्तिः अस्ति. एतस्मिन् प्रसङ्गे वयं विप्रतिषेधे परं कार्यम् इति सूत्रं दृष्ट्वा बहुवचने जल्येत् इति सूत्रं परसूत्रमस्ति. तर्हि तस्य कार्यं तत्र आगच्छति वृक्षेभ्यः इति भवति. किमपि वक्तव्यं वा भगिनि? हरि ओम्, भगिनि मीना अस्मि, नमस्कारः. नमस्ते मीना भगिनि. नमस्ते महोदय. मण्यम्. नमस्ते मणि महोदय. क्षम्यता मीना भगिनि, अधुना एव विप्रदिश्यते परं कार्यम् इति तस्मिन् विषये हेमा भगिनी उक्तवती. तर्हि भवती वदति वा अग्रे इदानीम् अपवादबोधत्वं यत्र आग्गुणः रेचयति इति तस्मिन् विषये वदति वा? गतसप्ताहे वयं दृष्टवत्य. आम्, अपवादसूत्रं यदा प्रथमसूत्रं कार्यं कर्तुं शक्नोति तदा द्वितीयसूत्रम् अवश्यं कार्यं कर्तुं शक्नोति. अपि च कदाचित् यदा द्वितीयसूत्रं कार्यं कर्तुं शक्नोति तदा प्रथमसूत्रं कार्यं कर्तुं न कार्यं कर्तुं शक्नोति इति द्वे सूत्रे सन्ति चेत् द्वितीयसूत्रम् अपवादसूत्रमस्ति. अनन्तरं अन्यत् अस्ति, अन्यत्र अन्यत्र लब्धावकाशः न स्यात्. द्वितीयसूत्रस्य अन्यत्र लब्धावकाशः न स्यात्, तत्तदेव भवेत्. यद्यत् क्षेत्रे प्रथमसूत्रं कार्यं करोति तत्समयं न्यूनक्षेत्रं भवेत्. द्वितीयसूत्रस्य न्यूनक्षेत्रं भवेत्, तस्मिन् प्रथमसूत्रस्य एवम् अन्ते एव भवेत् खलु. नो चेत् अन्यत्र लब्ध अवकाशः द्वितीयसूत्रस्य भवति चेत् तत्तु तुल्यपरविरोधः भवति तत्र. आम्, अस्तु. ऐ थिङ्क् मम वाक्यं जटिली अस्ति. अहमेव भ्रमः भवति. प्रथमसूत्रमेव भवती भवती यत् उक्तवती सत्यम्. अनन्तरम् एतदपि वक्तव्यं भवति यत् इत्युक्ते अन्यत्र लब्ध अवकाशः यत् न्यूनक्षेत्रम् अस्ति तस्य अन्यत्र लब्ध अवकाशः न स्यात्. प्रथमसूत्रम् अपवादसूत्रम् अस्ति. तर्हि प्रथमसूत्रस्य यत्र न्यूनं भवति तस्य कार्यक्षेत्रे यस्य कार्यक्षेत्रं न्यूनं भवति यस्य अपवादं भवति यत् सूत्रम् अपवादं भवति तस्य अन्यत्र लब्ध अवकाशः न स्यात् इति. यदि भवेत् तर्हि विप्रदिशेत् परं कार्यम् इति आगच्छति खलु. यत् किमर्थम् इत्युक्ते तुल्यबलविरोधः भवति महाभाष्यवाक्येन, तर्हि तद् न स्यात्. अन्यत्र लब्ध अवकाशः न स्यात् प्रथमसूत्रस्य अन्यत्र लब्ध अवकाशः न अस्ति नास्ति चेत् आम्. अत्र अस्माकम् उदाहरणमस्ति वृद्धिरेचि इति प्रथमसूत्रम्, आद्गुणः इति द्वितीयसूत्रम् इति स्वीकृत्य खलु. आं, वृद्धिरेचि एच् इति परे एच् प्रत्याहारस्य वर्णः आगच्छति, पूर्वम् आत् आगच्छति, तत्समये एव वृद्धिरेचि कार्यं करोति. आत् गुणः अपि आत् पूर्वम् आगच्छति, परन्तु परम् आत् अच् प्रत्याहारस्य वर्णाः आगच्छन्ति. आत् पूर्वं निमित्तं अस्ति, आत् पूर्वम् आगच्छति, तत् समानं द्वयोः सूत्रयोः समानम् अस्ति. संहितायामपि समानमस्ति. अचि एचि एव भेदः अस्ति. एच् प्रत्याहारस्य वर्णाः सर्वम् अच् प्रत्याहारस्य अन्तर्भूतं सन्ति. अतः वृद्धिरेचि एव न्यूनक्षेत्रम् अस्ति. तदेव अन्यत्र लब्धावकाशः नास्ति. अतः यदि अत्र कार्यं न करोति चेत् निरवकाशः दर्शयति, तर्हि अपवादः. तर्हि तदेव अपवादसूत्रं आत्गुणः इत्यस्य बलवत् भवति. रामप्रिय भगिनी अग्रिम तृतीयं ततः आरभ्य कुत्र भगिनी तृतीय अंश पूर्वपरनित्यरङ्ग पुनः तस्मात् पूर्वपरान्तरङ्ग तत् तस्मात् आरभ्य वा पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः. अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति. परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति. नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति. अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति. एतत्तु परिभाषा अस्ति. परिभाषायाः अर्थम् अस्ति यद् पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति. तत्तु सूत्रसङ्ख्यां दृष्ट्वा परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति. नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् इति. अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति. अपवादम् इति किम् इति इदानीमेव वयं दृष्टवन्तः. नित्यम् अन्तरङ्गम् इति विषये अग्रे अस्ति. पठामि वा भगिनि? अस्याः परिभाषायाः प्रथमतत्त्वद्वयं विप्रतिषेधे परं कार्यम् इत्यस्यैव अभिव्यक्तिः. पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्. तत्पश्चात् तत्त्वत्रयं वर्तते नित्य अन्तरङ्ग अपवाद. येषाम् उपस्थितौ विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं न करोति. तदेव विप्रतिषेधे परं कार्यम् इति परिभाषा क्षम्यता सूत्रं सूत्रे परसूत्रं बलवत् इति वयं दृष्टवन्तः पूर्वमेव. नित्यम् नित्य अन्तरङ्ग अपवाद इति विषये इदानीं पश्यामः इति अस्ति. एतावता पूर्वपर इत्यनयोः प्रसङ्गे ज्ञातवन्तः वयम्. अधुना नित्य अन्तरङ्ग अपवाद इति प्रसङ्गेषु परिशीलयाम. नित्यम् इत्युक्ते अकृतप्रसङ्गी यः विधिः भवति सः नित्यः इति उच्यते. समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिः अस्ति इति चिन्तयतु. द्वयोः मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता, तद् अनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्यां दशायां यत् अपरं सूत्रम् अस्ति तत् नित्यसूत्रम् इति उच्यते. नित्य नाम तस्य प्रसक्तिः पूर्वमपि आसीत् अनन्तरमपि अस्ति. यदा किञ्चन सूत्रं नित्यम् अस्ति तदा तत् सूत्रं प्रथममेव प्रवर्तनीयं नित्यम् इत्यस्मात् कारणात् बलवत्. अतः पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सति अपि पूर्वम् आयाति. अत्र नित्यसूत्रस्य विषये अस्ति यद् सूत्रं पूर्वमपि अनन्तरमपि कार्यं करोति कृता अकृतप्रसङ्गे तद् नित्यसूत्रम् इति अस्ति. यदा द्वयोः मध्ये एकस्य प्रावृत्तिः अपकारिता अनन्तरमपि द्वयोः सूत्रयोः मध्ये प्रथमं कार्यं करोति अनन्तरमपि आगत्य कार्यं करोति चेत् तद् नित्यसूत्रम् इति तस्य नामकरणम् आम् तत्तदेव किल. पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सति अपि पूर्वम् आयाति. अत्र पूर्व नित्यम् इति कारणात् तद् बलवत् अस्ति. अस्तु भगिनि. तुदति इति वृत्तान्तः. तुद् योगः लट् वर्तमाने लट् तुद् योगः ति तिप्तस् झि सुप्तस् मिप् वस्मस् ता तां झ स्था स्थां ध्वम् इड् वहि महिङ् तुद्योगः श योगः ति तुदादिभ्यः शः अनुबन्धलोपे तुद्योगः आयोगः ति तुदति. अत्र तुदति इति तुद्धातुतः कथं निष्पन्नं भवति प्रथमपुरुष एकवचन लट्लकाररूपम् इति दत्तमस्ति. अत्र प्रथमं लट् इति विवक्षायामस्ति, अनन्तरम् अत्र प्रथमपुरुष एकवचनं तुद्योगः ति. अत्र तुदादिभ्यः शः इति कारणतः श अनुबन्धलोपानन्तरम् अत्र मध्ये आगच्छति. शकारस्य लोपात् अत्र तुद्योगः आयोगः ति तुदति इति रूपं निष्पन्नं भवति. अत्र तुद्धातोः वर्तमाने लट् इत्यनेन लट् कर्तव्यः, तदा लटः स्थाने तिबादयः भवन्ति. एकवचनविवक्षायां तिप्रत्ययः तुद्योगः ति. इदानीं तिप्रत्ययः तिंशत् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः, अतः सार्वधातुकार्धधातुकयोः इति अनुवर्तमाने पुगन्तलघूपधस्य च इत्यनेन गुणं प्राप्नोति. तुद्योगः ति पुगन्तलघूपधस्य च तोद्योगः ति इति. अत्र प्रथमं तु वयं यथा तुदति इति कथं निष्पन्नं भवति इति दृष्टवन्तः. अनन्तरम् अत्र किञ्चित् अन्यमार्गे अपि दत्तमस्ति, अन्यमार्गमपि दत्तमस्ति. प्रथमं तु तुद्धातोः वर्तमाने लट् इत्यनेन अत्र लट् आनयामः, अनन्तरं लट् स्थाने तिबादयः भवन्ति. एकवचनविवक्षायाम् अत्र तिप्रत्ययः आगच्छति, तुद्योगः ति. अत्र ति तु तिप् अस्ति, तत्तु तिङ् अपि अस्ति. किमर्थं चेत् अत्र यदि अष्टादश तिङ्प्रत्ययाः नयामः चेत् अत्र तत्तु तिङ् अस्ति. तिंशित् सार्वधातुकम् इत्यनेन स च तिप्रत्ययः सार्वधातुकप्रत्ययः, तत्कारणात् अत्र सार्वधातुक अर्धधातुकयोः. तदनन्तरम् अत्र उपधायां ह्रस्व उकारः अस्ति, तत्कारणात् अत्र पुगन्तलघुपधस्य च इत्यनेन गुणं प्राप्नोति. तत्कारणात् अत्र तोद्योगः ति इति भवितुम् अर्हति. अग्रे पठामि वा भगिनि? नाम मध्ये श विकरणप्रत्ययः तदानीं न भवति चेत् गुणस्य प्राप्तिः. तुदादिभ्यः शः इत्यनेन शप्रत्ययस्य कारणात् प्राक् तिपं निमित्तीकृत्य गुणः भवति पुगन्तलघूपधस्य च इत्यनेन. पुगन्तलघूपधस्य च तु परसूत्रं किल, अतः तस्य कार्यं पूर्वं स्यात्. अनेन चिन्तनेन तोद्योगः ति तुदादिभ्यः शः तोद्योगः आयोगः ति तोदति, किन्तु इदं रूपम् अनिष्टं, तर्हि कर्तव्यम्. इदानीं वयं दृष्टवन्तः अत्र तुद्योगः ति पुगन्तलघुपधस्य च इत्यनेन अत्र तोद्योगः ति भवति, परन्तु अत्र विकरणप्रत्ययः तु इदानीं तुदादिभ्यः शः इत्यनेन शप्रत्ययः मध्ये आगच्छति. तत्कारणात् अत्र श अनुबन्धलोपेन आ भवति, तोद् योगः आयोगः ति तोदति इति भवितुमर्हति, परन्तु तद्रूपं तु इष्टरूपं नास्ति. तर्हि किं कर्तव्यम् इति अत्र प्रश्नः. तदा किं कथं भवति इत्युक्ते अत्र अत्र प्रथमं वयं सार्वधातुक आर्धधातुकयोः इत्यस्य अनन्तरं पुगन्तलघुपदस्य च इति सूत्रं कार्यं तस्य सूत्रतः वयं तोद् इति रूपं तोदित रूपं कृतवन्तः. किमर्थं तथा कृतवन्तः इत्युक्ते यदि अत्र तुदादिभ्यः शः आगच्छति वा पुगन्तलघुपदस्य च इति सूत्रमागच्छति वा इति चिन्तयामः चेत् अत्र पुगन्तलघुपदस्य च इति सूत्रसङ्ख्या अधिकमस्ति. तत्कारणात् प्रायः तस्य कार्यं प्रथमं भवेत् इति चिन्तयित्वा तथा कृतवन्तः. परन्तु तत्तु अनिष्टरूपमस्ति, अग्रे किं करणीयमिति प्रायः दत्तमस्ति भगिनि अत्र. अत्र नित्यम् इति अद् कम्प्लीट् महोदय. अत्र नित्यम् इति सिद्धान्तः आयाति यतोहि विकरणप्रत्यये कृते गुणः न प्राप्यते, किन्तु गुणे कृते अपि विकरणप्राप्तिः कृत अकृतप्रसङ्गे नित्यं कृते अपि अकृते अपि अस्य प्रसङ्गः वर्तते सः नित्यः. इदानीं गुणः तथा नास्ति, विकरणप्रत्यये कृते गुणप्राप्तिः नास्ति, विकरणप्रत्यये अकृते एव गुणः प्राप्यते. पुगन्तलघुपदस्य च इत्यनेन तदा गुणस्य प्राप्तिः यदा मध्ये स विकरणप्रत्ययः नास्ति. विकरणप्रत्यये कृते किमर्थं गुणप्राप्तिः नास्ति इति चेत् स प्रत्ययः अपित् यद्यपि सित् अस्ति अतः पुगन्तलघुपदस्य इत्यनेन गुणः भवति स्म, किन्तु सार्वधातुकम् अपित् इत्यनेन अपित् सार्वधातुकं ङित्वत् स्यात् अतः ङिति च इत्यनेन गुणः निदेशः. अत्र तुदादिभ्यः सः प्रत्ययः अस्ति अतः गुणः न भवति, किन्तु पुगन्तलघुपदस्य सूत्रेण उपधायां लघुत्वम् अस्ति चेत् गुणः भवितुम् अर्हति. अतः तोदिति तु तोदिति आगच्छति बट् किन्तु सुधादित्य सह सूत्रं कार्यं कर्तुं शक्तिः अस्ति, अत्र गुणः न भवति, तुदति इति रूपम् आगच्छति. कारणं सः स अपित् सार्वधातुकम् अपित् नित्वत्वात् ङिति च इत्यनेन गुणः न भवति. अत्र कार्यं कृतम् अस्ति चेत् गुणः न भवति, अकृतम् अस्ति चेत् गुणः भवति. सो अत्र नित्यं किं नित्यम् अस्ति चेत् कार्यं कर्तेन नित्यम् इति नाम तर्हि अत्र कृताकृतप्रसङ्गी इति यत्र वयं नित्यत्वम् इति चर्चां कुर्मः तत्र कृताकृतप्रसङ्गी इत्यपि आवश्यकता भवति. अत्र सूत्रद्वयं कार्यं कर्तुम् इच्छति, प्रतिध्वनिः आगच्छति. तर्हि न न अत्र प्रतिध्वनिः आगच्छति, एको आगच्छति तर्हि म्यूट् कुर्वन्ति चेत् सम्यक् भवति. तर्हि पुगन्तलघुपदस्य च इतोपि इदानीमपि प्रतिध्वनिः अस्ति, कृपया म्यूट् कुर्वन्ति वा. तर्हि अत्र पुगन्तलघुपदस्य च सुधादिभ्यः शः इति सूत्रद्वयस्य प्रसक्तिः अस्ति. द्वौ अपि कार्यं कर्तुम् इच्छतः. तर्हि कृताकृतप्रसङ्गी इत्युक्ते यदि पुगन्तलघुपदस्य च इति कार्यं करोति चेत् कृतं चेत् इदानीं सुधादिभ्यः शः इत्यस्य प्रसक्तिः अस्ति वा इति प्रथमप्रश्नः. तृतीयप्रश्नः भवति, यदि सुधादिभ्यः शः इत्यनेन शः विकरणप्रत्ययः आयाति तत् कृतं भवति चेत् द्वितीयसूत्रम् इदानीं पुगन्तलघुपदस्य इति सूत्रस्य प्रसक्तिः अस्ति वा इति तृतीयप्रश्नः. इदानीम् अस्माकं प्रथमप्रश्नस्य उत्तरमस्ति यत् यदि पुगन्तलघुपदस्य च इति सूत्रं कार्यं करोति तद् कृतं भवति तत् सूत्रं, तर्हि इदानीं सुधादिभ्यः शः इति सूत्रस्य प्रसक्तिः अधुनापि अस्ति. किमर्थम् इत्युक्ते सुधादिगणे अस्ति कर्तृत्वे सर्वधातुके प्रत्येकरे शः इति विकरणप्रत्ययः आयाति, तर्हि प्रसक्तिः अस्ति इति उत्तरं प्राप्नुमः. द्वितीयप्रश्नस्य उत्तरं भवति, यदि सुधादिभ्यः शः इत्यनेन श मध्ये आगच्छति तर्हि अधुना सुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः वा अस्ति वा इति प्रश्नस्य उत्तरमस्ति नास्ति. किमर्थम् इत्युक्ते यदि सुधादिभ्यः शः इति विकरणप्रत्ययः आयाति तर्हि श इति विकरणप्रत्ययः अपि अस्ति, तर्हि सार्वधातुकमपि इति चैत्यनेन गुणनिषेधः, तर्हि सुगन्तलघुपदस्य च इत्यस्य सूत्रस्य प्रसक्तिः अधुना नास्ति. तर्हि अत्र अस्माकं प्रथमप्रश्नस्य प्रथमं यद् रीतिम् अनुसरामः चेत् नित्यसूत्रं यस्ति इत्युक्ते सुधादिभ्यः शः इति नित्यसूत्रं भवति इति पुगन्तलघुपदस्य च कार्यं करोति वा न करोति वा द्वयोः अपि स्थले अपि सुधादिभ्यः शः इति सूत्रस्य प्रसक्तिः अत्र वर्तते. तर्हि सुधादिभ्यः शः इति नित्यसूत्रम् इति वदामः, तस्य नामकरणं भवति, तत् बलवद् भवति इति. इदानीं आं भगिनि, अन्तरङ्गम् इति विषयम् इदानीं तृतीय अंशः अस्ति. अन्तरङ्गं सप्तविधम्, अतः महान् प्रपञ्चः. अत्र प्रकारद्वयं प्रदर्श्यते. अस्मिन् प्रसङ्गे अङ्गम् इत्यनेन न अवयवः न वा, यस्मात् प्रत्ययविधिः तदादिप्रत्यये अङ्गम् इति रीत्या अङ्गकार्यस्य अङ्गम् अपि तु अत्र अङ्गम् इत्युक्ते निमित्तम्. अन्तरङ्गम् इति अग्रिमविषयः अस्ति. तत्र अन्तरङ्गं सप्त रीत्या विभजितम् अस्ति. एतत्तु बहु विस्तरम् अस्ति, बृहत् अस्ति. अत्र द्वे प्रसङ्गे विवृतमस्ति. अङ्गम् इत्युक्ते वयं पूर्वं व्याकरणरीत्या यत् दृष्टं प्रत्ययस्य पूर्वं सर्वे अङ्गम् इति, तदपि नास्ति, पुनः अवयवः इति अर्थः अपि नास्ति. अत्र एकं सूत्रमस्ति, यस्मात् प्रत्ययविधिस्तदादिप्रत्यये अङ्गम् इति. अनेन वयं ज्ञातुं शक्नुमः अङ्गम् इत्युक्ते निमित्तम् इति, न अवयवः. अत्र यस्मात् प्रत्ययविधिः तदादिप्रत्यये अङ्गम् इति अङ्गस्य प्रत्ययस्य नामकरणं भवति. तत्तु प्रत्ययाङ्गं खलु, तस्य एव नामकरणं न वा तादृश अङ्गम्. किन्तु द्वौपि नास्ति, अवयः एव नास्ति. यत्र सूत्रमस्ति, परिभाषासूत्रमस्ति, यस्मात् नामकरणसूत्रमस्ति, यस्मात् प्रत्ययविधि तद्धादिप्रत्यये अङ्गम् इति अङ्गम् इति यत् निर्दिश्यते प्रत्ययात् पूर्वं यत् अस्ति इति, तदपि नास्ति. तत् संज्ञासूत्रं वा? तर्हि तदपि नास्ति. तर्हि अत्र किम् इत्युक्ते नूतनतया अत्र अङ्गम् इत्युक्ते परिभाषा रीत्या यत् उक्तमस्ति तादृशः अङ्गम् अपि नास्ति, पुनः अवयवः अपि नास्ति. अत्र अङ्गम् इत्युक्ते निमित्तम् इति अर्थं स्वीकरणीयम् इति. अत्र परिभाषा नास्ति, तत्तु सूत्रमस्ति, अहं मन्ये संज्ञासूत्रमेव. परिभाषेन्दुशेखरग्रन्थे लिख्यते, नित्यात् अपि अन्तरङ्गं बलीयः, अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्. नित्यशास्त्रस्य अपेक्षया अन्तरङ्गशास्त्रं बलवत्. कारणमस्ति यत् अन्तरङ्गे बहिरङ्गस्य असिद्धत्वात्. अत्र अन्तरङ्गे इत्यनेन विषयसप्तमी, अतः अर्थः एवं भवति, द्वयोः सूत्रयोः समकालप्राप्त्यवसरे अन्तरङ्गशास्त्रस्य विषये बहिरङ्गशास्त्रम् असिद्धं भवति. अत्र नित्यात् अपि अन्तरङ्गं बलीयः इत्यस्मिन् अपि अपि शब्देन परशास्त्रस्य ग्रहणम्. अतः किमपि परसूत्रं, नित्यसूत्रं च अन्यत् सूत्रं प्रति बहिरङ्गं चेत् तेन अन्तरङ्गसूत्रेण इदं परसूत्रं च नित्यसूत्रं च असिद्धं भवति. आहत्य परशास्त्रं, नित्यशास्त्रं च बहिरङ्गं चेत् तदपि असिद्धं भवति. अस्य प्रकटीकरणार्थम् अग्रिमपरिभाषा अस्ति, असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषा. अत्र तात्पर्यम् एवम् अस्ति, वयं महाभाष्यवाक्यं पठितवन्तः, तस्य तम् अनुसृत्य पूर्वस्य अपेक्षया परसूत्रं बलवत्, तस्य अपेक्षया नित्यसूत्रं बलवत् अस्ति इति. इदानीं नित्यसूत्रस्य महाभाषावाक्यं नास्ति, तस्य परिभाषा एव. तत् परिभाषा वा महाभाष्यवाक्यं तथैव तुल्यबलो विरोधस्य तथैव महाभाष्यवाक्यम् अन्ये सर्वे विप्रतिषेधे परं कार्यम् इति परिभाषासूत्रमस्ति. इदानीं पूर्वपरम् इति अन्तरङ्ग अपवाद अपवादानां तत्तु परिभाषा. विप्रतिषेधे अपि परिभाषा वा? तत् परिभाषासूत्रम् परिभाषासूत्रं, परन्तु बलीयः एतत्तु केवलं परिभाषा वा? सूत्रं नास्ति इति. तर्हि अष्टाध्यायां न दृश्यते इति किल. नित्यसूत्रस्य अपेक्षया अन्तरङ्गं बलीयः इति. अन्तरङ्गे तत्र द्वे अंशः अस्ति, अन्तरङ्गं बहिरङ्गम् इति. यदा वयं पूर्वमपि परिशीलितवन्तः, नित्यसूत्रं यथा परसूत्रस्य बलवत् इति, तत्र अनित्यत्वात् नित्यसूत्रं बलवत्, समानरूपेण अत्र बहिरङ्गम् अपि अन्तरङ्गं बहिरङ्गस्य अपि बलवत्, बहिरङ्गस्य असिद्धत्वात्. यदा यथा अनित्यं परसूत्रम् अनित्यम् आसीत् तत्र, समानरूपेण अत्र बहिरङ्गसूत्रस्य अपि असिद्धं भवति अन्तरङ्गविषये इति. नित्यशास्त्रस्य अपेक्षया अन्तरङ्गमेव बलवत्. यदि नित्य अन्तरङ्गं बलीयः किमर्थम् इत्युक्ते, नित्यसूत्रं चेदपि तत्तु बलहीनं भवति, बलं तस्य अबलं भवति यत्र अन्तरङ्गसूत्रं भविष्यति. यदि अन्तरङ्गसूत्रम् अन्यत् सूत्रमस्ति चेत्, नित्यसूत्रमस्ति चेदपि यदि नित्यसूत्रं बहिरङ्गे अस्ति चेत्, बहिरङ्गसूत्रमस्ति चेत् तस्य बलं न्यूनं भवति. परन्तु बहिरङ्गं तस्य अर्थम् अपि स्पष्टः नास्ति. अत्र अग्रे अग्रे द्वे सूत्रे यदि एकस्मिन् समये तयोः प्राप्तिः अस्ति चेत् अन्तरङ्गशास्त्रं बलवद् भवति बहिरङ्गशास्त्रस्य अपेक्षया, तत्तु असिद्धं भवति इति. तावदेव वा अस्ति परशास्त्रं नित्यशास्त्रं च बहिरङ्गं चेत् तदपि असिद्धं भवति. हा तर्हि परशास्त्रं नित्यशास्त्रं द्वे अपि बहिरङ्गमस्ति चेत् यथा भवती उक्तवती तर्हि अन्तरङ्गमेव बलीयः भवति अत्र तयोः असिद्धत्वं भवति इति. आं भगिनि अग्रे अन्तरङ्गबहिरङ्गयोः लक्षणम् उच्यते. अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतानि अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम् एवं तदीय निमित्तसमुदायात् बहिः भूताङ्गं बहिरङ्गम् अन्तरङ्गशब्दे भागद्वयम् अन्तर्योगः अङ्गम् अन्तर् इत्युक्ते मध्ये कस्य मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायस्य मध्ये अन्तर्भूतः भागः अन्तरङ्गशास्त्रस्य निमित्तम् अनया रीत्या अन्तरङ्गशास्त्रीयनिमित्तसमुदायात् बहिर्भूतः भागः बहिरङ्गशास्त्रस्य निमित्तम् भगिनी भवती एव वदतु. न भवती सम्यक् उक्तवती. अत्र वयं पूर्वमेव अत्र उक्तमस्ति अङ्गम् इत्युक्ते निमित्तम् इति एव अस्ति. अस्माकम् अवयवः इति प्रत्यङ्गम् इति न चिन्तनीयम्. अङ्गम् इति यत्र यत्र उच्यते तत्र निमित्तम् इति एव वक्तव्यं. तर्हि अन्तर्मध्ये इदानीम् अन्तर्मध्ये इत्युक्ते अन्तर् इत्युक्ते मध्ये इति उक्तवती. बहिरङ्गशास्त्रीयनिमित्तसमुदाय इदानीं बहिरङ्गम् इति स्वीकरोतु इत्युक्ते अनेके निमित्तानि सन्ति समुदायनिमित्तसमुदायः सन्ति. इदानीम् अस्माकम् अन्तर्भूत अङ्गानि निमित्तानि बहिरङ्गनिमित्तानि सन्ति. इदानीं तेषां मध्ये यत् अन्तर्भूत न्यूनं तस्मिन्नेव मध्ये अन्तर्भूतानि यानि निमित्तानि सन्ति तानि अन्तरङ्गम् इति वदामः. आदौ अनेके निमित्तानि सन्ति इति चिन्तयतु. तत् बहिरङ्गम् इति वदामः. निमित्तसमुदायं वयं बहिरङ्गम् इति वदामः. इदानीं तस्मिन्नेव मध्ये अन्तर्भूत एकं निमित्तानि सन्ति चेत् अन्तर्भूत अङ्गानि निमित्तानि सन्ति चेत् तद् अन्तरङ्गम् इति वदामः. निमित्तानि इत्यस्य एव प्रश्नः अस्ति. बहिरङ्गम् इत्युक्ते निमित्तसमुदायं सन्ति समुदायम् अस्ति तद् बहिरङ्गम् इति वदामः चेत् तस्य एव मध्ये अन्तर्भूत एकं यानि निमित्तानि सन्ति मध्ये यानि निमित्तानि सन्ति अन्तर्भूतनिमित्तानि सन्ति ते अन्तरङ्गम् इति वदामः. एवं निमित्तमिति कारणम् इति एव मन्ये. सत्यं तदेव भगिनि. तदेव एतावत्पर्यन्तं वेन् डायग्राम् इति वयं इदानीं देशस्य कार्यमासीत् तत्तु किम् आसीत् एक अध्याये शतसूत्राणि सन्ति तस्य मध्ये दशसूत्राणि एव अन्तरङ्गम् अस्ति. न सूत्राणां विषयः नास्ति निमित्तानां विषयः अन्तरङ्गम् अस्ति. क्षेत्रस्य विषयः आगच्छति तस्यैव वेन् डायग्राम् मध्ये दत्तवती. यत्र अस्ति बृहत् क्षेत्रम् अस्ति केचिति न्यूनक्षेत्रमस्ति तस्यैव अन्तरेव भवति अन्तर्भूतः अस्ति किन्तु न्यूनक्षेत्रमस्ति तस्य तु निमित्तं तु द्वे निमित्ते एव स्तः उभयोः अपि द्वे निमित्ते प्रथमस्य किं निमित्तम् अस्ति इक् इति अस्ति इक् इति पूर्वं भवेत् अनन्तरम् इक् क्षम्यताम् आत् इति पूर्वं भवेत् अनन्तरम् अच् परे अच् इति द्वितीयनिमित्तं इदानीं वृद्धिरेस् इत्यस्य आसीत् तदेव आप् इति पूर्वं भवेत् अनन्तरम् एच् इति भवेत् द्वयोः अपि निमित्तद्वयमेव सन्ति. इदानीं किम् उच्यते इत्युक्ते निमित्तानि इदानीं यत्र अन्तरङ्गम् इति विषयः अस्ति तत् सप्तविधम् इति महोदयेन उक्तम्. अग्रे करपत्रे उक्तम् अस्ति अस्माभिः इदानीं ज्ञायते किं विभागद्वयं ज्ञायते. तर्हि प्रथमम् एकम् एस् इत्युक्ते यत्र निमित्तानि सन्ति अचिपरे इति एव प्रायः चिन्तयतु. प्रथमसूत्रस्य बहिरङ्गस्य आत् पूर्वं भवतु अनन्तरम् अचिपरे इति स्वीकरोतु बहिरङ्गस्य. द्वितीयस्य अन्तरङ्गस्य चिन्तयतु अचिपरे इति एव चिन्तयतु. तर्हि अन्तर्भूतनिमित्तमस्ति खलु. इदानीं पुनः वदामि बहिरङ्गस्य अहं वदामि आत् पूर्वम् आत् पूर्वम् अनन्तरम् अचि अस्ति अचिपरे इति अस्ति. प्रायः अन्यत् तृतीयनिमित्तमपि स्यात्. इदानीं द्वितीयस्य आत् अचि इति द्वे एव निमित्ते. तर्हि तस्यैव बहिरङ्गस्य एव अन्तर्भूताः सन्ति खलु द्वितीयसूत्रस्य निमित्तानि. तर्हि अन्तरङ्गम् इति वदामः. तत्तु प्रथमविधम् अस्ति. द्वितीयविधं किम् इत्युक्ते महोदयेन उक्तम् अन्तर्भूतः इति न चिन्तयतु किन्तु भिन्नभिन्ननिमित्तानि इति चिन्तयतु. किन्तु प्रथमस्य पञ्चनिमित्तानि द्वितीयस्य त्रीणि निमित्तानि. तर्हि द्वितीयस्य अन्तरङ्गम् इति वक्तुं शक्नुमः. अन्तरङ्गम् इति सप्तविधाः सन्ति. अत्र इदानीं सप्तनिमित्तानि सन्ति चेत् द्वितीयसूत्रस्य त्रीणि निमित्तानि सन्ति चेत् ते भिन्नभिन्ननिमित्तानि वा? भिन्नभिन्ननिमित्तानि चेदपि न्यूननिमित्तानि ये यस्य सन्ति तत् अन्तरङ्गम् इति वदामः इति महोदयेन अग्रे उक्तमस्ति. कामन् नास्ति तथापि न्यूनमिति कारणेन अन्तरङ्गम् इति. आं भगिनि तदेव मम अवगमनम् अस्ति. तर्हि अत्र तु एतद् दत्तमस्ति, प्रथमविधं दत्तमस्ति. इत्युक्ते समाननिमित्तानि सन्ति किन्तु अन्तर्भूतानि सन्ति. बहिरङ्गस्य एव अन्तर्भूतानि सन्ति काञ्चन निमित्तानि. तर्हि अन्तरङ्गम् इति वदामः तस्य निमित्तानि क्षेत्रमिति तर्हि एवं तदीयनिमित्तसमुदायात् बहिर्भूताङ्गं बलीयः. तर्हि इदानीम् अन्तरङ्गम् इत्युक्ते यत्ति उक्तमस्ति अन्तर्भूत अङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम् इति तस्य नामकरणम् अभवत्. इदानीं बहिरङ्गम् इत्युक्ते किम्? एवं तदीयनिमित्तसमुदाय बहिर्भूताङ्गं बहिरङ्गं तत्तु समुदायम् अत्र अस्ति तदेव बहिरङ्गम् इति वदामः. अन्तरङ्गशब्दे भागद्वयम् तदेव अस्तु उक्तमस्ति खलु. तदेव अस्तु उक्तमस्ति. किञ्चित् स्पष्टी भवतः किञ्चित् इति मम अवगमनम्. अग्रे गत्वा पश्यामः रम्यतां यदि अहं उक्तवती चेत्. अत्र वयं कुत्र स्मः इदानीं भगिनि? किमर्थं चेत् अत्र किञ्चित् भिन्नः अस्तु भगिनि. अस्तु, उपयुक्तं यत् अन्तरङ्गं सप्तविधम् अत्र प्रकारद्वयं प्रदर्श्यते. प्रथमप्रकारः भवति द्वयोः सूत्रयोः प्राप्तिः अस्ति. यत् सूत्रं न्यूनं निमित्तम् अपेक्षते तत् अन्तरङ्गम्, यत् अधिकम् अपेक्षते तत् बहिरङ्गम्. अत्र अन्तरङ्गमिति सप्तविधम् अस्ति, परन्तु इदानीं वयं द्विप्रकार प्रकारक अन्तरङ्गे एव पश्यामः. प्रथमप्रकारः अस्ति अत्र यदि सूत्रद्वयम् अस्ति तयोः प्राप्तिः अपि अस्ति यत् यस्य सूत्रस्य निमित्तानि न्यूनम् अस्ति, यत् सूत्रं न्यूनं निमित्तम् अपेक्षते तत् अन्तरङ्गमिति. अत्र सूत्रमेव अन्तरङ्गम् अस्ति भगिनि. यत् सूत्रं न्यूनं निमित्तम् अपेक्षते यथा वयं नित्यम् इति उक्तवन्तः पूर्वं, तथा एव अन्तरङ्गम् इति अपि संज्ञा अस्ति. यत् यत् सूत्रं न्यूनं निमित्तम् अपेक्षते तत् अन्तरङ्गम् इति, यत् अधिकम् अपेक्षते तत् बहिरङ्गम् इत्युक्ते यत् सूत्रम् अधिकं निमित्तम् अपेक्षते तत् बहिरङ्गम् इति. तत्तु एकविधं अत्र अन्तरङ्ग विधमस्ति. द्वितीयविधमस्ति अत्र अन्तर्भूतनिमित्तकत्वमन्तरङ्गत्वम्. अन्तर्भूतनिमित्तकत्वमन्तरङ्गत्वम् अस्य सर्वस्य बोधनार्थं दृष्टान्तो दीयते. अग्रे पश्यामः महोदय द्वितीयप्रकारस्य. इदानीं प्रथमस्य तु अस्ति खलु, यत्र यस्य न्यूनं निमित्तानि अपेक्षन्ते तर्हि तस्य अपेक्षते तस्य तस्य उदाहरणं तु न दत्तमस्ति खलु भगिनि अत्र. अग्रे दत्तमस्ति महोदय. प्रथमप्रकारक अपि दत्तमस्ति वा भगिनि? आम् इति महोदय, प्रथमप्रकारक निश्चयेन दत्तमस्ति, द्वितीयस्य अपि द्रष्टव्यम्. अग्रे पठामि वा? आम् महोदय. अत्र अस्य सर्वस्य बोधनार्थं दृष्टान्तो दीयते. सिव् धातुः योगः न प्रत्ययः, स्योन शब्दः, न इति उनादिप्रत्ययः. सर्वे उनादिप्रत्ययाः कृत् प्रत्ययाः. अत्र धातुः अस्ति सिव्, योगः न प्रत्ययः, रूपमस्ति स्योनशब्दः, न इति कश्चन प्रत्ययः, तस्य नाम अस्ति उनादि. उनादिप्रत्ययाः कृत् प्रत्ययाः इत्युक्ते अत्र न तिङ् नास्ति, तिङ् नास्ति, षित् नास्ति, अतः कृत् प्रत्ययः इति. सिव्योगः न इत्यवस्थायां त्रयाणां सूत्राणां प्रसक्तिः भवति. अत्र सूत्रत्रयं दत्तमस्ति, लोपोर्व्योर्वलि, छ्वोः षूडनुनासिके च, पुगन्तलघूपधस्य च, त्रिषु मध्ये कस्य प्राप्तिः भवति इति अस्मिन् विषये चिन्तनीयम्. अत्र सिव् धातुः, योगः न प्रत्ययः, स्योन इति नूतनशब्दः, तत्तु नकार न इति यः प्रत्ययः अस्ति तत् तदस्ति उनादिप्रत्ययः. उनादिप्रत्ययाः सर्वे कृत् प्रत्ययाः. किमर्थं चेत् अत्र न तु तिङ् नास्ति, षित् नास्ति, तत्कारणात् कृत् प्रत्ययः. अनन्तरम् अत्र तिङ् नास्ति, षित् नास्ति, अतः कृत् इति न वदामः. अतः तिङ्क्षित् सार्वधातुकम् इति अस्ति सूत्रं, षित् नास्ति चेत् आर्धधातुकप्रत्ययः इति. किन्तु यत्र तिङ्क्षित् अस्ति खलु, षित् अस्ति चेत् षित् इति विकरणप्रत्ययः अपि अस्ति खलु, षित् इति. तर्हि विकरणप्रत्ययः कृत् प्रत्ययेषु अपि आगच्छति. यत्र शत्रुप्रत्ययः अस्ति तत्रापि विकरणप्रत्ययः आगच्छति. तर्हि षित् इति विकरणप्रत्ययः अपि भवितुमर्हति, कृत् मध्ये अपि विकरणप्रत्ययः आगच्छति. तर्हि अत्र प्रश्नः इत्युक्ते सार्वधातुकप्रत्ययः इति एव. यत्र भवान् तिंशित् इति उक्तवान् सार्वधातुक तिङ् भिन्नं कृत् प्रत्ययः इति वक्तुं शक्यते. धातुतः विहितः इति अर्थं न वा भगिनि? धातुतः कृत् अपि विहिताः भवन्ति खलु भगिनि, यत्र शत्रन्तरूपं भवति. आम्, तर्हि अत्रापि समानरूपेण यदा वयं सुबन्तः पश्यामः चेत् तत् प्रातिपदिकात् भवन्ति. प्रातिपदिकात् रूपाणि अपि सम्भवन्ति खलु प्रातिपदिकात् वा? तिङ् रूपाणि केवलं धातुतः किल, प्रातिपदिकं तस्य तिङ् इत्युक्ते यत्र तत्तु यत्र वयं कृत् इति वदामः यत्र शत्रुप्रत्ययः आगच्छति तत्तु धातुतः एव विहितः भवति खलु. तथा एव कृत् तिङ् इत्यस्य अपि केचन प्रत्ययः सन्ति ये नूतनधातु प्रत्यय किं सुबन्तात् धातुनिर्माणं भवति, धातुरूपं निर्माणं भवति तन्नन्तम् इति. तर्हि आम् प्रायः सनाद्यन्त केचन रूपाणि भवन्ति. तर्हि तिङ् इत्युक्ते यत्र तिङ् इत्युक्ते किं क्रियापदम् इति एव अस्ति खलु. तर्हि केवलं धातुतः एव आगच्छन्ति किल तिङ् प्रत्ययाः? तथा इति नास्ति. यत्र केचन प्रत्ययाः सन्ति ये प्रातिपदिकात् आगत्य विहितः भूत्वा तिङ् अपि तत्र आगच्छति, नूतन क्रियापदम् उत्पादयति. पिपटिषति रिरक्षिषति इति तदपि किन्तु पिपटिषति इति पिपटिषति इति तु धातुतः एव विहितमस्ति किल, पठ्यति धातुतः. तदेव पिपटिष्युः इति कृत् प्रत्ययः अस्ति, यः पिपठितुम् इच्छति सः पिपटिष्युः इति कृत् प्रयः प्रत्ययः अपि अस्ति. तर्हि तिङ् इत्युक्ते तिङ् भिन्नं कृत् इति वक्तुं शक्नुमः. तिङ् इत्युक्ते क्रियापदनिर्माणार्थं, कृत् इत्युक्ते प्रातिपदिकनिर्माणार्थं, नूतनप्रातिपदिकनिर्माणार्थम्. अत्र पुनः उनादि अत्र णत्वं भवेत् वा नकारः वा नकारः वा? उणादि उनादि किमर्थं नकारः इति उक्तवान्? किमर्थं नकारः किमर्थम् उकारः एव अस्ति खलु, यत्र रेफः वा षकारः वा वर्तते रषाब्द नूनः समानपदे इत्यनेन वा नकारः णत्वं भवति खलु. णत्वस्य तु तत्र णत्वम् आगच्छति वा? उणादिसूत्रं गणसूत्रं पाठ णत्वम् इत्युक्ते भगिनी नकारः यत्र आगच्छति नकारस्य स्थाने तदेव णत्वम् इति भवति खलु. णत्वम् इत्युक्ते यत्र वयं कृष्णः इति णत्वं भवति, तत्तु अत्र यदि पूर्वं रेफः वा षकारः वा अस्ति चेत् णत्वं प्रायः भवेत्. तस्य उनादे किम तत्तु केवलं वर्णनिमित्तिकं कार्यमस्ति खलु. इदानीं प्रत्ययः अस्ति उनादिप्रत्ययः इति एकं कृत् प्रत्ययः. एतत् कृत् प्रत्ययः नूतन प्रातिपदिकम् उत्पादयति खलु कृत् प्रत्ययः इत्युक्ते. तर्हि नूतनशब्दं स्योन इति नूतनशब्दं धातुतः एकं प्रातिपदिकनिर्माणं भवति अत्र कृत् प्रत्ययः. अस्तु, तर्हि कस्य क्रमः आसीत्? सुब्रह्मण्यं महोदय महोदयस्य अत्र तिङ् नास्ति, तत्कारणात् उनादिप्रत्ययः कृत् प्रत्ययः. अत्र सिव्योगः न इति अवस्थायां सूत्र त्रयाणां सूत्राणां प्रसक्तिः अस्ति. प्रथममस्ति लोपोर् व्योर्वलि, द्वितीयमस्ति छ्वोः षूड् अनुनासिके च, तृतीयमस्ति पुगन्तलघुपथस्य च. तेषां मध्ये कस्य प्राप्तिः भवति इति अग्रे चिन्तनीयम्. अत्र प्रथममस्ति लोपोर् व्योर्वलि, वल् प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति. अत्र लोपोर्व्योर्वलि सूत्रं स्वयं सम्पूर्णं, व्योः लोपः वलि इति. अत्र सूत्रं वयं पूर्वमेव दृष्टवन्तः. अत्र वल् प्रत्याहारे इत्युक्ते य विहाय सर्वे हल् वर्णाः वल् प्रत्याहारे सन्ति. तत् वल् प्रत्याहारे परे इत्युक्ते तत्तु पूर्वमस्ति, न प्रत्ययः अत्र वल् प्रत्याहारे अस्ति. तस्मात् पूर्वं यदि वकारयकारयोः एकः वर्णः अस्ति चेत् तस्य लोपः भवति इति. अत्र सिव्योगः न तस्मिन् उदाहरणे न वल् प्रत्याहारे अस्ति, तत्तु परमस्ति. तस्मात् पूर्वं वकारः अस्ति, तत्कारणात् अत्र लोपोर्व्योर्वलि इत्यस्य प्रसक्तिः भवितुमर्हति. यदि तथा भवति चेत् भवति तर्हि अत्र वकारस्य लोपः भूत्वा सियोगः न इति रूपं सिना इति रूपं निष्पन्नं भवति. इदानीं निमित्तानि पुनः वदति वा? अत्र अत्र निमित्तानि अस्ति, प्रथममस्ति वल् प्रत्याहारे केचन वर्णः यदि परे अस्ति तद् एकं निमित्तमस्ति. द्वितीयं निमित्तमस्ति वकारयकार, तस्मात् पूर्वं वकारयकारयोः एकः वर्णः अस्ति, तद् द्वितीयं निमित्तमस्ति. द्वे निमित्ते आं भगिनि, छ्वोः षूड् अनुनासिके च, अनुनासिकादिप्रत्यये परे क्वि परे झलादि कित् ङित् च परे तुक् सहित चकारस्य स्थाने चकार आदेशः अपि च वकारस्य स्थाने ऊट् आदेशो भवति. इच् च युव् च तयोरितरेतर द्वन्द्वः च्वौ तयोः च्वोः, इश्च ऊट् च तयोः समाहारद्वन्द्वः शूट्. झलां जशोन्ते इत्यनेन ठकारस्य स्थाने ढकारः. च्वोः षष्ट्यन्तं शूट् प्रथमान्तम् अनुनासिके सप्तम्यन्तं च अव्ययपदम् अनेकपदमिदं सूत्रम्. अनुनासिकस्य क्विजलोः ङिति इत्यस्मात् क्विजलोः ङिति इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं च्वोः अङ्गस्य शूट् क्विजलोः ङिति अनुनासिके च. अङ्गस्य लोपोव्योर्वलि इति वर्ण मेलनसूत्रमस्ति. च्वोः षूड् अनुनासिके च तु अङ्ग कार्यसूत्रमस्ति. इति प्रथमं निमित्तमस्ति, अनन्तरं नीति वा अनुनासिकः वा इति आगच्छति. अनुनासिकादिप्रत्यये परे क्वी परे परनिमित्तमस्ति. परनिमित्तं त्रीणि परनिमित्तानि सन्ति. अनुनासिकादिप्रत्ययः क्वी जलादि कित्निच् अस्ति. आदेशस्य स्थानम् अस्ति तुक् सहितचकारस्य स्थानम् अस्ति. प्रभावः एव भवति महोदय. अनन्तरं तुक् सहित तुक् सहितचकारः अनन्तरं किमस्ति? शकार आदेशः. हा, तत्तु अस्ति. पूर्वं पूर्वमित्यस्य द्वे निमित्ते सः पूर्वं च्वो इच्छा इति पूर्वं भवेत्. तुक् सहितचकारः इच्छ, यत्र तुकागमः भवति चकार पूर्वं तुकागमः भवति खलु शेष इति सूत्रेण. तर्हि तादृशं तुकागमः भवति यत्र गच्छति इति आगच्छति खलु इच्छ इति. तर्हि इच्छ इति यत्र अस्ति तत्रापि प्रसक्तिः अस्ति. अनन्तरं बकारः कुर्मश्चेत् इदानीम् इच्छ इति यत्र अस्ति तृक् सहितचकारः अस्ति चेत् तस्य स्थाने षकारादेशः भवति. षकारस्य स्थाने षकारादेशः. अनन्तरं यत्र बकारः अस्ति बकारस्य स्थाने उट् आगमः भवति, उट् आदेशः भवति. तर्हि इदानीं च अनन्तरं वकारः अस्ति, तत् अनन्तरं अनुनासिकः. प्रथमं चकारः वा इच्छ इति वा नो चेत् वकारः वा. इच्छ इत्युक्ते तुक् सहितचकारः. स्मरति वा यत्र चेष इति सूत्रम् आगत्य गम् इत्यस्य स्थाने गच्छ इति आगच्छति खलु चेच इत्यनेन चकारः अपि तत्र आगच्छति. चेच इति सूत्रं वदति तुक् आगमः भवति यत्र चकारस्य आगमः अस्ति तत्र तुक् आगमः भवतु इति. तर्हि ककारस्य लोपं भूत्वा चकारः एव अवशिष्यते. तर्हि इत् च इति भवति. अनन्तरं श्रुत्वसन्धिं भूत्वा इच्छ इति भवति रूपं. तर्हि इच्छ इति रूपं पूर्वं नो चेत् वकारः पूर्वं. परे किं किं भवेत्? अनुनासिकवर्णः प्रति अनुनासिकादिप्रत्यये परे क्विपरे जलादिकित्यप्रत्यये परे इति अस्ति. तर्हि इदानीम् अस्माकं कार्यम् अस्ति सिब् योगः सिब् धातुः योगः न इति प्रत्ययः. तर्हि लोपो व्योर्वलि इति सूत्रस्य प्रसक्तिः अस्ति वा नो चेत् श्वोः षूडनुनासिके च इति सूत्रस्य प्रसक्तिः अस्ति वा इत्यस्य प्राप्तिः अस्ति वा फलम् अस्ति वा. लोपो व्योर्वलि इत्यस्य एव बलम् अस्ति. किमर्थं पूर्वसूत्रमस्ति किल पूर्वपरयोः इति चेत् लोपव्यर्वलि एव कार्यं करोति. अपवादं लोपव्यर्वलि पूर्वसूत्रमस्ति खलु लोपव्यर्वलि पूर्वसूत्रमस्ति. अस्तु, अतः च्वोः षूडनुनासिके च एव कार्यं करोति. अपवादसूत्रं इति चिन्तयामि चेत् इदानीं पूर्वपर नित्यमस्ति वा अत्र? नित्यं न नित्यं नास्ति, किञ्च लोपव्यौर्वली कार्यं करोति चेत् च्वोः न कार्यं करोति. इदानीं प्रथमं पूर्वपर इति चर्चायाम् अस्माकम् अन्यत्र लब्धावकाशः अस्ति वा इदानीम्? यत्र पूर्वपरम् इति चर्चां कुर्मः तस्मिन् समये विप्रतिषेधे परं कार्यम् इति अस्ति खलु? तर्हि विप्रतिषेधे परं कार्यं यत्र कार्यं करोति अन्यत्र अन्यत्र यत्र लब्धावकाशः अस्ति चेदेव तादृशकार्यं भवति. तर्हि अस्माभिः द्रष्टव्यम् इदानीं व्योः इति अस्ति, बलिप्रत्याहारः इति अस्ति, तर्हि अन्यत्र लब्धावकाशः अस्ति वा इदानीं? प्रथमं वकारः अस्ति, उदाहरणे प्रथमं वकारः अस्ति, परे इदानीं पूर्वं यत् वदामः व्योः इति अस्ति, पूर्वं च्वोः इत्यस्मिन् वकारः एव अस्ति, इच्च वकारः अस्ति, तर्हि व्योः इत्यस्मिन् यकारः अपि अस्ति. यकारः अस्ति परन्तु वकारः एव अहं पश्यामः. अत्र वकारमेव पश्यामः, किन्तु अन्यत्र लब्धावकाशः अस्ति खलु? वकारस्य कार्यं न करोति चेत् वकारस्य आवश्यकं नास्ति. सत्यं नास्ति. इदानीं बलि इति स्वीकुर्मः, बलि अनुनासिकवर्णः बलि अस्ति वा? अनुनासिकादिप्रत्यये परे वर्णः बलि अस्ति. क्वि बलि अस्ति वा? इक् बलि अस्ति. इक् वर् वलि अस्ति अनुनासिक इति कार्यं आवश्यकम्. एकनिमिष, तर्हि जलादि इति अस्ति, तर्हि जल् प्रत्याहारः बलि अस्ति वा? आम् अस्ति. तर्हि बल् प्रत्याहारस्य कार्यक्षेत्रं बृहत् अस्ति, अन्तर्भूतः सन्ति एतानि सर्वे अन्यप्रत्ययाः. अस्तु, इदानीं व्योः इति अस्ति, च्वोः इत्यस्य वकारः अत्र अस्ति, अन्यत्र लब्ध अवकाशः अस्ति वा? व्योः इति तत्र अस्ति, अत्र च्वोः इति अस्ति, अन्यत्र लब्ध अवकाशं नास्ति वा? किञ्च वोः इति वदामि चेत् तस्य कार्यं कर्तुम् आवश्यकमस्ति. आवश्यकम् अस्ति, अन्यत्र लब्ध अवकाशः अस्ति अस्ति खलु? यत्र यकारः आगच्छति तत्र लोपोव्योलुरि इति कार्यं कर्तुं शक्नोति. तथा एव च्वोः इत्यस्य च्वोः शूडनुनासिके इति कार्यं कर्तुं शक्नोति. भगिनि, तत् नियमं न सम्यक् अस्ति इति चिन्तयामि, किञ्च लोपो व्योरोलि इत्यस्य वकारः इति आं भगिनि, अहम् अवगच्छामि भगिनि, यत् वक्तुम् अवगच्छामि. सत्यं वकारः अस्ति, अतः प्रसक्तिः अस्ति इति भगिनी वदति, तत् अहमपि अङ्गीकरोमि. इदानीम् अन्यत्र लब्धावकाशः अस्ति वा इति द्रष्टव्यं खलु? अस्माकं सोपानं गच्छति. अन्यत्र लब्धावकाशं चेत् आल्टर्नेट् अस्ति चेत् इफ् यु स्प्लिट् इट् इट् डसन्ट् लुक् रैट्. इफ् इट् इस् अ सब्सेट् दट् लुक्स् रैट्. ऐ डोण्ट् गेट् भगिनि. सब्सेट् अपवादस्य एव तथा भवति खलु सब्सेट् इति? इदानीं यत्र लोपोर् व्योल् वै, इदानीम् एतत् चित्रं पश्य, किं चित्रं? यत्र वृक्षभ्यां विप्रतिषेधे परं कार्यम् इत्यस्य अस्ति खलु, तत्र चित्रं पश्यति वा? वेन् डायग्राम् अस्ति खलु तत्र, इण्टर्सेक्टिङ्ग् वेन् डायग्राम्. तर्हि यत्र एकत्र प्राप्तिः अस्ति, यत्र वकारस्य स्थाने प्राप्तिः अस्ति, उभयोः अपि प्राप्तिः अस्ति. अनन्तरम् इदानीं यकारस्य स्थाने लेफ्ट् सैड् मध्ये वयं किं चिन्तयामः व्योपोर्व्यः यत्र सुपीश इति चित्रे अस्ति खलु तत्र लोपव्योल्व इति चिन्तयामः. इदानीं अन्यत् बहुवचने जल्येत् इत्यस्य स्थाने च्वोपो इति सूत्रं चिन्तयामः. इदानीं यत्र इण्टर्सेक्ट् नास्ति तत्र यत्र इण्टर्सेक्ट् अस्ति तत्र बकारः अस्ति. यत्र इण्टर्सेक्ट् नास्ति तत्र लेफ्ट् सैड् मध्ये तत्र वयं किं यकारं चिन्तयितुं शक्नुमः. तथा एव रैट् सैड् चोः इत्यस्मिन् इच्छ इति चिन्तयितुं शक्नुमः. तर्हि उभयोः अपि अन्यत्र लब्धावकाशः अस्ति खलु. भगिनि शूड् अनुनासिके परे क्वि जलादि दट् सौण्ड्स् रैट् स्पेल्ट् औट् डिस्टिङ्क्ट्लि इट् इस् नाट् अ सेट् आफ् विच् वाय्स् अ सब्सेट् पासिबिलिटि दट् इट् केन् बि यूस्ड् औट् सैड् रैट्. But if we had, suppose I had Chvoho Vyorvali, just as an example, instead of Chvoho Shud Anunasi Kecha. That becomes, then it becomes an Apavada Sutra. Then Chvoho Vyorvali is there means, then it doesn't... If that is the case, then it's Chvoho Shud Anunasi Kecha Apavada Sutra Mavishyati. Chvoho Shud Anunasi Kecha Apavada Sutra Satyam. तादृशसन्देपश्य इदानीं द्योः इति अस्ति उभयोः अन्यत्र हेमा भगिनी भगिनी किं चिन्तयति रामप्रिया भगिनी हेमा भगिनी सुब्रह्मण्य महोदय मणि महोदय भवन्तः किं चिन्तयन्ति. अन्यत्र लब्धावकाशः अस्ति खलु उभयोः. आं बेन् डायग्राम् पश्यामः चेत् यत् भवती उक्तवती तत् तदेव अहमपि चिन्तयामि. यत्र कामन् प्लेस् अस्ति तत्र बकारः अस्ति, लेफ्ट् मध्ये यकारः कार्यं कर्तुं शक्नोति, तथैव चोः अपि तत्र चकारः तस्य कार्यं भवति. तर्हि तत्र बकारः एव कामन् प्लेस् अस्ति इति, तर्हि तत्र अपवादस्य कार्यं न आगच्छति. अत्र च्वोः षूड् अनुनासिके च अत्र बहवः निमित्तानि सन्ति भिन्नभिन्नस्थले इति मन्ये क्वीपरे जलादि किन्तु किन्तु वलि एव अन्तर्भूताः सन्ति. वलि एव अन्तर्भूता तत् वयं न द्रष्टुं शक्नुमः. इदानीम् अन्यत्र लब्धावकाशः अस्ति किमर्थम् इत्युक्ते यकारः अस्ति चेत् एतस्य लोपो व्यल्वरि इति कार्यं भवति. यदि इच्छ इति भवति चेत् चोः चूडननासिति इत्यस्य कार्यं भवति. तर्हि परसूत्रं विप्रतिष्यते परं सू कार्यम् इत्यनेन परसूत्रस्य भलव भवति. तथापि वर्णात् अङ्गं बलीयः इत्यनेन बलवद् भवति तत् सूत्रं. तत् एतावत् पर्यन्तं वयं न दृष्टवन्तः सा परिभाषा. तर्हि परसूत्रम् इत्यनेन एव इदानीं गच्छति लोपो व्योल्वलि इत्यस्य इति अपवादसूत्रम् अस्ति इति अन्यत्र लब्ध अवकाशः अस्ति. किन्तु चोः इति परसूत्रम् इति अस्ति इत्यस्मात् बलवद् चोः चुडन्नास् इति सूत्रं बलवद् भवति. तर्हि अत्र एते सूत्रे द्वे सूत्रे यत्र तयोः युद्धं भवति तस्मिन् समये चोः चुडन्नास् केस इति सूत्रमेव बलवद् भवति. इदानीं पुनः आगत्य अत्र महोदयस्य महोदयेन अत्र प्रश्नमस्ति तृतीयसूत्रं सुगन्तलघुगतस्य च. इदानीं तस्य कयोः मध्ये युद्धं भवति श्वोः शूडननासिके सुगन्तलघुगतस्य इति द्वयोः सूत्रयोः मध्ये इदानीं अग्रिमयुद्धं भवति. तर्हि तत्र कः कस्य बलं भवति इति अग्रे पश्यामः इति अत्र अस्ति. तर्हि अत्र एतावत्पर्यन्तमेव दृष्टवन्तः खलु ह्यः. भवती उक्तवती छ्वोः षूडनुनासिके च लोपो व्योर्वलि इति द्वयोः अन्यत्र अन्यत्र लब्धावकाशमस्ति, अतः विप्रतिषेधे परं कार्यम् इति, अतः लोपो व्योर्वलि एव बलवत् भवति. लोपोर्वलि बलवत् नास्ति, षूडनुनासिके च बलवत्. परसूत्रं किल सूत्रसङ्ख्या द्रष्टव्यं, यत्र पूर्वं परम् इति चर्चां कुर्मः तत्र सूत्रसङ्ख्या दृष्ट्वा. अतः षूडनुनासिके च बलवत् भवति. अन्यपरिभाषा अपि अस्ति अस्ति, अत्र एतावत्पर्यन्तं वयं न दृष्टवन्तः वर्णासङ्गं बलीयः इति. तत्र पश्यामः चेत् छोः षूडनुनासिके तदेव बलवत्. इदानीम् अस्माकं प्रश्नः पूर्वपर इति तादृशपरिभाषा उपयुज्य वयं चर्चां कुर्वन्तः स्मः. अस्ति वा भगिनी, मीना भगिनी अस्ति वा प्रश्नः? इदानीं समयः अस्ति, अस्माकं दशनिमिषः सन्ति. छोः षूड् अनुनासिके च इति मम मतम् अस्ति. तत् तस्य अपवादम् अस्ति, लोपो व्योरुलि इत्यस्य अपवादम् इति मतं मम मतम्. अस्तु अस्तु, इदानीम् अवगच्छामि. सत्यं, परे इति स्वीकरोति चेत् अपवादं भवति, परे इति एव स्वीकरोति चेत्. किन्तु तथा नास्ति खलु. इदानीं पूर्वं यत् अस्ति तदपि दृष्टं, यत्र यकारः अस्ति तर्हि यत्र यकारः आगच्छति तस्मिन् समये लोपो व्योर्वलि इति वक्तुं शक्नुमः वा? क्षम्यताम् अहम् अवगच्छामि भवत्याः प्रश्नः. यत् इत्युक्ते यत्र वयं पूर्वपर इति वदामः, प्रथमप्रश्नः उदेति अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा इति. तत्र सोपानं पूरयित्वा एव अग्रे गन्तुं शक्नुमः खलु. अस्तु, सो इच् न अस्ति चेत्, वोः षूड् अनुनासिके च एव अस्ति चेत् अपवादसूत्रं भवति. तदपि अपवादम् अपवादम् इति वक्तुं शक्यते. किमर्थम् इत्युक्ते तत्रापि पुनः बल् प्रत्याहारः इति अस्ति, वर्णकार्यम् अस्ति, कार्यक्षेत्रं बृहत् अस्ति, तस्य सप्सत् अस्ति, अनुनासिकप्रत्ययपरे इति सप्सत् अस्ति. यदि यत्र कार्यं न करोति चेत् निरवकाशं भविष्यति, अतः भवती यत् वदति सत्यमेव. अस्तु, अवगम्यताम् इति मन्ये. पञ्चनिमिषान्तरं भवति. किमर्थम् इत्युक्ते अस्माकं प्रश्नः प्रथमं पूर्वपर इति वक्तव्यं चेत् प्रथमम् अन्यत्र लब्ध अवकाशः अस्ति वा इति द्रष्टव्यम्. आम्, यदि चेत् इदानीं चिन्तयामः, भवत्याः अपवादप्रश्नः भवति खलु, इदानीं चिन्तयामः. यदि लोपो व्योर्वरि इति कार्यं करोति चेत् श्वोः षूडनुनासिके च इत्यस्य निरवकाशं भविष्यति वा? भवती उक्तवती श्वोः षूडनुनासिके च इति अपवादसूत्रम् इति अस्माकं मनसि प्रश्नः उद्भूतम् तर्हि निरवकाशं भवति इन् इन् द सेन्स् भोः इत्यस्य तथा न चिन्तव्यं खलु. भोः इति अस्तु, पाणिनि डसन् पुट् इन् एक्स्ट्रा वर्ड्स्, दट् इस् ट्रू. तर्हि किन्तु इदानीं छोः षूडनुनासिके च इति अस्ति, लोपो व्योर्वलि तत्र निरवकाशं भवति वा? निरवकाशं न भवति. किमर्थं? कार्यस्य वलि वल् इत्यस्य कार्यक्षेत्रं बृहत् अस्ति. बृहत् अस्ति, तत्र अस्माकं प्रश्नः नास्ति. इदानीं प्रश्नः अस्माकमस्ति, यत्र लोपोर्वलि कार्यं करोति चेत् श्वोः षूडनुनासिके च इति निरवकाशं भविष्यति वा इति. किन्तु इदानीं यदि वोः इति एव आसीत् चेत् भवत्याः प्रश्नस्य समीचीनं समीचीनं भवति भवत्याः प्रश्नः, किन्तु तथा नास्ति खलु. इदानीम् इच्छा इति अपि अस्ति खलु, अन्यत्रापि लब्ध अवकाशः अस्ति खलु, अस्ति. अतः भोः इति पाणिनि नियमितमस्ति, अतः मम चिन्तनमस्ति अपवादम्. अदर्वैस् पाणिनि उण्ठ पुटिन् वोः. अत्र का अत्र चर्चा न अहम् अवगच्छामि. पुत्रमस्ति अतः सन्दर्भे अपवादम् इति भवति, परन्तु सूत्र if the numbers are reversed we will have a problem. Right, bhagini. I think bhagini vatthu uttavati sati meveti vada. Imartam iti se numbers reversed asi chetati choho chodani nasi ke eva bhavitavya. Pamina vadana se na avashka avashakata kalli. Choho iti. तर्हि अस्मिन् सन्दर्भे अपवादभूतत्वं भवति अस्ति, तर्हि फलवत् भवति. कस्य सूत्रं कस्य अपवादः, प्रश्नः एव सम्यक् न अवगम्य. भगिनी यत् वदति इदानीं लोपो अस्माकम् इदानीं पूर्वपरे इति चर्चा जाता, वयं दृष्टवन्तः परसूत्रं फलवत् अतः चोः इति निर्णीतवन्तः. इदानीं प्रश्नः इदानीं चिन्तनं पश्यामः, अस्माकं चिन्तनं भवति यदि लोपोर् व्योल्वरि इति कार्यं करोति चेत् भोः शूडन नास्ति चेत् निरवकाशं भविष्यति वा इति. वकारं लोपः भवति चेत् तर्हि तदनन्तरं श्वोः षूडनुनासिके कार्यं न कर्तुम् अर्हति इति. नित्यसूत्रस्य तस्य प्रश्नस्य तत्र न नित्यसूत्रस्य कृताकृतप्रसङ्गं नास्ति. लोपो व्योर्वरि इति कार्यं करोति चेत् श्वोः षूडननासिके कुत्रचित् अपि तस्य वकारस्य का आवश्यकता खलु. वकारस्य नास्ति, परन्तु चकारः अस्ति किल, पूर्णतया द्रष्टव्यं किल, पूर्णतया द्रष्टव्यं, किन्तु तत्र वकारस्य आवश्यकता एव नास्ति खलु. पाणिनि इच्छत् चूडनु नासिके इति वक्तुं शक्येत खलु. तत्र वकारस्य स्थाने भूतादेशः भवति किल, अन्य निमित्तम् अस्ति किल तत्र. परे तु इदानीं चिन्तयतु यत्र लोपो व्योर्वरि इति यत्र स्वोः चुडनु नासिके इति कार्यं करोति चेत् लोपो व्योर्वरि निरवकाशं भविष्यति वा, भिन्नरीत्या प्रश्नं. यत्र स्वोः चुडनु नासिके इति कार्यं करोति तर्हि लोपो व्योर्वरि निरवकाशं भविष्यति वा इति मीना भगिन्याः प्रश्नः. नास्ति किल भगिनि, नास्ति नास्ति न भविष्यति. किमर्थम् इत्युक्ते वलि इति कार्यक्षेत्रम् अधिकम् अधिकम्. इदानीं भगिन्यः इदानीं पुनः अस्माकं प्रथमप्रश्नः अस्ति लोपो व्योल्वति इति कार्यं करोति चेत् श्वोः चूडनुनासिके च इति कुत्र पूर्णतया निरवकाशं न भविष्यति, किन्तु तत्र वकारः इति निरवकाशं भविष्यति यदा लोपो व्योर्वलि कार्यं करोति परन्तु दट् इस् ओन्ली अ पार्ट् आफ् इट् किल. किन्तु तादृशपार्ट् किमर्थं पाणिनिः उपयुक्तवान् तर्हि? अन्यत्र कार्यम् अस्ति किल भगिनि, वकारस्य स्थाने ऊटादेशो कार्यं भवति, किन्तु तदेव भगिनी अपि वदति किमर्थम् इत्युक्ते तत्र अपवादमस्ति इति एव मीना भगिन्याः. That apavadam is only to a very small portion, kila. Tastu tadrusha sandarbhe apavadam bhavishyati, tarhi niravakasha tarhi vakarah iti paninina na upayoktavyam kabhavati. Vakarah lopo vyarvali karyam karoti iti tasmin sandarbhe. Tarhi bhagini vadati apavadasutram, asmin sandarbhe apavadasutram iti vadati. यत्र वकारस्य प्रश्नः उदेति तत्र अपवादसूत्रं भवति. परसूत्रमस्ति अपवादमपि भवति इति अहं स्मरामि तदेव आसीत् महोदय इत्यपि निर्णयः इति ह्यः ह्यस्तनवर्गे खलु रामप्रिया भगिनी किं चिन्तयति? मम तु सम्यक् अवगमनं नास्ति भगिनि, भ्रमः एव जातः. न अस्माकं तु सोपान क्रमशः गच्छामः, यत्र आदौ पूर्वपरे इति चिन्तनं भवति खलु. तर्हि इदानीं नित्य अन्तरङ्ग वयं न दृश् नित्यत्वस्य नित्यत्वस्य प्रश्नः अत्र न उदेति. तर्हि इदानीम् अन्तरङ्ग इति एतावत्पर्यन्तं न पठितवन्तः. अपवादस्य प्रश्नः अस्ति, तर्हि अपवादत्वम् अस्ति वा इति प्रश्नः. मम अहं किं चिन्तयामि इत्युक्ते, अत्र वकारस्य स्थाने ऊटादेशः भवति इति एतत् सूत्रं वदति. लोपो व्योर्वलि तत्र तु वकारस्य लोपः भवति, तो भिन्नकार्यम् अस्ति किल, किमर्थ अपवादं भवति वा? भिन्नकार्यम् इति कार्यं भिन्नं भवति, तदेव सूत्रद्वयं खलु. कार्यस्य भिन्नभेदः भवति इत्येव सूत्रद्वयं भवति, एकमेव सूत्रं भवति खलु. कार्यं द्वे कार्ये स्तः, तर्हि निमित्तानि उपयुज्य एव वयम् अपवादं वा इति न भवति. किम् आवश्यकम् अपवादभूतत्वं भवेत् चेत् किं किम् आवश्यकम्? एकमस्ति बृहत् कार्यक्षेत्रं, न्यूनकार्यक्षेत्रम् इति भवति भवति. अनन्तरं यदि एकस्य उपयोगेन करोति चेत्, एकं सूत्रं कार्यं करोति चेत् अन्यत् सूत्रं निरवकाशं भविष्यति. निरवकाशं तत्र न भवति. तर्हि यत् निरवकाशं भविष्यति तत् अपवादत्वम् अपवादभूतसूत्रत्वं भवति. तर्हि अत्र तु किमपि निरवकाशं न भवितुम् अर्हति किल? वकारस्य कृते मम चिन्तनं अन्ये किमपि कार्यं भवति इति. अन्य किमपि कार्यमपि अस्ति, इच्छा इत्यस्यपि कार्यं भवति, किन्तु वकारस्य कृते निरवकाशं भविष्यति, अतः अस्मिन् सन्दर्भे अपवादत्वं भवति इति प्रायः. तत् चिन्तनमपि समीचीनम् But you have to see it in the entirety, I suppose. That is all I was also thinking. तर्हि विरमामः संशयेन विरमामः महोदय. मम साधयति संशयेन विरमामः. धन्यवादः भगिनि, शुभरात्रि. धन्यवादः भगिनि, शुभरात्रि. धन्यवादः मीना भगिनी.